अष्टमोऽध्यायः अर्जुन उवाच किं तद्ब्रह्म किमध्यात्मम् किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्तम् अधिदैवं किमुच्यते अधियज्ञः कथं कोत्र देहेऽस्मिन् मधुसूदन प्रयाण काले च कथं ज्ञेयोऽसि नियतात्मभिः श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते भूतभावोद्भवकरो विसर्गः कर्म संहितः अधिभूतं शरो भावः पुरुषश्चाधिदैवतम् अधियज्ञोऽहमेवात्र देहे देहाभृताम्बर अन्तःकाले च मामेव स्मरन् मुक्त्वा कलेवरम् यः प्रयाति समद्भावम् याति नस्त्यत्र संशयः यं यावि स्मरन् भावम् त्यजन्त्यन्ते कलेवरम् तं तमेवैति कौन्तेय सदा तद्भावभाविनः तस्मात् सर्वेषु कालेषु मामानुस्मर युद्ध च मय्यर्पित मनोर्बुद्धि मामेवैष्यस्य संशयः अभ्यास योगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् कविं पुराणानुशासितारम् अणोरणीयं समनुस्मरेद्याः सर्वस्य दातारमचिन्त्य रूपम् आदित्यवर्णं तव सपरस्तात् प्रयाणकाले मनसा चलेन भक्त्या युक्तो योगबलेन चैव रुवोर्मध्ये प्राणमावेश्य सम्यक् सतं परं पुरुषमुपैति दिव्यम् यदक्षरं वेदविदो वदन्ति विशन्ति यज्ञातय वीतरागाः यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्तेवदं सङ्ग्रहेण प्रवक्ष्ये सर्वद्वाराणि संयम्य मनोरीति निरुद्ध्य च मृद्न्याधायात्मनः प्राण मास्तीतो योगधारणा ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् यः प्रयाति त्यजन् देहम् स याति परमां गतिम् अनन्यचेतः सततम् यो मां स्मरति नित्यशः तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः मामुपेत्य पुनर्जन्म दुःखालयाम शाश्वतम् नाप्नुवन्ति महात्मानः संसिद्धिं परमाङ्गदः आब्रह्मा भुवनाल्लोकः पुनरावर्तिनोऽर्जुन मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते सहस्रयुगपर्यन्त महर्यं ब्रह्मणो विदुः रात्रिं योगसहस्रान्तं ते होरात्रविदो जनः अव्यक्ताद्यक्तयः सर्वः प्रभवन्त्याहरागमे रात्र्यागमे प्रलीयन्ते तत्रैव व्याक्तसंज्ञके भूतग्रामः स एवायम् भूत्वा भूत्वा प्रलीयते रात्र्यागमे वशा पार्थ प्रभवत्याहरागमे।